सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. अयं तु सम्भाषणवर्गः. अस्माकं वर्गे आरम्भे सुभाषितस्य श्रवणं, गृहपाठस्य चिन्तनं, तस्मात् परं गीतासोपानं पुस्तकस्य पठनं आरप्स्यते अद्य. आरम्भे भगिनी सुभाषितं श्रावयति. परिचितं सुभाषितमेव, भगिनी किञ्चित् श्रावयतु. सम्यक् न श्रूयते भगिनी. प्रिया भगिनी. नमस्ते भगिनि, एकनिमिषम्. विद्यानाम नरस्य रूपमपिकं प्रचन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. उत्तमं, धन्यवादः भगिनी. धन्यवादः. अस्तु, अहम् अन्यत् सुभाषितमपि प्रेषितवती. किमर्थमित्युक्ते तत्र अस्माकं गीतासोपानं पुस्तके तत् सुभाषितमस्ति, तदर्थं द्वितीयं सुभाषितं प्रेषितवती. किन्तु अग्रे गत्वा वयम् ऐश्वर्यस्य विभूषणं, सुजनता, शौर्यस्य वाक्संयमो तत् सुभाषितम् अनन्तरं तस्मिन् विषये चर्चयिष्यामः. आरम्भे गृहपाठस्य विषये चिन्तनं कुर्मः. तदर्थं भगवद्गीतायाः आवश्यकता अस्ति, इत्युक्ते भगवद्गीता पुस्तकस्य आवश्यकता अस्ति. भवन्तः सर्वे एकवारं दृष्टवन्तः वा तान् श्लोकान् अत्र भगवद्गीतायाः? अत्र सर्वे पश्यन्तु किं लिखितमस्ति. 27वें पुटे कक्षाकार्यम् इति लिखितमस्ति. तत्र गीतायाः दशमाध्यायस्य 21श्लोकात् आरभ्य 44श्लोकपर्यन्तं सङ्ख्याकान् श्लोकान् उच्चैः पठत, षष्टिविभक्तिरूपाणि जानित च. अस्माकं विषयः तु षष्टिविभक्तिः इति विषयः गते सप्ताहे एव आरब्धः. अतः अद्य वयं सर्वे एकवारं गीतापुस्तकं पुरतः स्थापयन्तु, अत्र आवश्यकं वा अथवा अनावश्यकम् इति चर्चा मास्तु. केवलं तान् श्लोकान् शीघ्रं दृष्ट्वा तत्र श्लोकेषु षष्टिविभक्त्यन्तरूपाणि सन्ति वा, सन्ति चेत् वचनं किं, तादृशचिन्तनं कुर्मः. तत्र भूमा भगिनी, अत्र 21वें श्लोके षष्टिविभक्त्यन्तरूपाणि किञ्चित् वदतु. आं भगिनि. आदित्यानाम् अहं विष्णुः. आदित्यानाम्, आदित्यः अकारान्तपुल्लिङ्गः, षष्टि बहुवचनमस्ति. आदित्यानां ज्योतिषां, ज्योतिषां रविः अंशुमान्, ज्योतिषां षष्ठीविभक्ति बहुवचनं. ज्योतिषकारान्त वा अहं न जानामि भगिनि. शकारान्तपदम् इति शकारान्त एव. ज्योतिष, ज्योति प्रातिपदिकं, प्रातिपदिकं, किन्तु प्रथमाविभक्त्यन्तरूपं ज्योतिः एव. विभक्ति बहुवचनं. रविः इत्युक्ते सूर्यः, ज्योतिषां रविः, आदित्यानां विष्णुः. अग्रिमं. मरीचिः मरुतां, मरुतां, मरुतां मरुत् तकारान्तपुल्लिङ्गः, मरुत् शब्दः तकारान्तपदमेव, किन्तु तत्र लिङ्गं किम् इति द्रष्टव्यं. पुंसकलिङ्गं मरुत्, मरुत् शब्दः पुल्लिङ्गमपि भवति वा? वदामि. अत्र मरुत् इति पुंलिङ्गं, पुंलिङ्गपदमिव भाति. सकारान्तपुल्लिङ्गपदं मरुत्, मरुतौ, मरुतः पुंलिङ्गपदम् इति भाति. पुंलिङ्गपदम् अस्ति. मरुतां षष्टि बहुवचनं. मरुतां मरीचिः, मरीचिः श्रेष्ठः, सो मरीचि वायूनां मरीचि, अहं मरीचिः. नक्षत्राणां नक्षत्रं नपुंसकलिङ्गं, नक्षत्राणां षष्ठी बहुवचनं णत्वं भवति. उत्तमम् उत्तमम्. ऋकारान्त अपि आकारान्तः अपि अस्ति. अत्र नक्षत्रम् इति वदामश्चेत् अकारान्त नपुंसकलिङ्गपदम्, अकारान्त नपुंसकलिङ्गं, नक्षत्राणां णत्वं भवति. णत्वं भवति, उत्तमम्. तावदेव इत्युक्ते चत्वारि पदानि सन्ति, आदित्यानां विष्णुः, ज्योतिषां रविः, मरुतां मरीचिः, नक्षत्राणां शशी. उत्तमं भगिनि. अनन्तरं शोभा भगिनी भवती दृष्टवती वा? आम्, एकं प्रश्नमस्ति. इदानीं का पुटे अस्ति? कुत्र अस्ति अत्र, कुत्र अस्ति? भगवद्गीतायाः श्लोकान् पठामः. अत्र यदि भवान् पेज् 27 पश्यति चेत् सप्तविंशतितमे It is 27, is that right? Yes, Mahodaya. Thank you. Dhanyavadah. Shobha Bhagini, tatra agrimam shlokam drushtva vadatu. Vedanam samavedam asmi, Vedanam samavedah asmi, Devanam asmi vasavaha. Tatra Vedanam prathama vibhakti bahuvachane. कर्मपदं द्वितीया विभक्ति बहुवचने. न न न भगिनी भगिनी अत्र पश्यतु, क्षम्यतां भगिनी, षष्ठीविभक्ति कुर्वन् आस्म. तत्र वेदानां षष्ठीविभक्ति सामवेदः, देवानां षष्ठीविभक्ति बहुवचने वासवः अस्मि वासवः, पुंलिङ्ग सामवेदः अपि पुंलिङ्ग खलु. वेदं वा वेद वेदः पुंलिङ्ग. इन्द्रियाणां मनः अस्मि, इन्द्रियाणां षष्ठीविभक्ति मनसः, मनसः अस्मि. इत्युक्ते अत्र इन्द्रियाणाम् इति षष्टिविभक्ति बहुवचनरूपं, किन्तु प्रथमान्तं रूपं किम्? इन्द्रियाणां भवति चेत् नपुंसक वा? नपुंसकलिङ्गपदम् इन्द्रियम्. इन्द्रियम् इन्द्रियाणि, इन्द्रियम् इन्द्रियाणि, इन्द्रियाणां तस्य षष्ठीविभक्तौ बहुवचने. तत्र मनस् इति पदस्य षष्ठीविभक्ति मनसः इति भवति, मनसः मनश्च अस्मि. भूतानाम् अस्मि चेतना, तत्र प्रथमाविभक्ति. शोभा भगिनि, आं भगिनि, अत्र भगिनी मनः मनः शब्दस्य तत्र मनस् सकारान्तपदमस्ति, किन्तु तस्य षष्ठीविभक्त्यन्तं रूपं वक्तुमिच्छति, किन्तु अत्र श्लोके केवलं प्रथमान्तं रूपमेव दत्तमस्ति, इन्द्रियाणां मनः. किमर्थं न जानामि भगिनी, भ्रमः जातः अद्य. चिन्ता मास्तु, अत्र इन्द्रियाणाम् अमाङ्ग् इन्द्रियास् अयं मनः अस्मि, मनः अस्मि. भूतानाम् अस्मि चेतना, तत्र भूतानां षष्ठीविभक्ति बहुवचने, चेतना इति स्त्रीलिङ्गपदं. तत्र स्त्रीलिङ्ग अस्ति चेत् भूतानां, भूता इति भूतानि एव नपुंसकलिङ्गे. भूतानि भूतानि षष्टिविभक्ति बहुवचने. उत्तमम्. अत्र सम्यक्तया उक्तवती भगिनी, अत्र चिन्ता मास्तु. वेदानां सामवेदः, देवानां वासवः, इन्द्रियाणां मनः, भूतानां चेतना अहमेव इति वदति. अत्र विद् धातोः रूपमेव वेदः, सामवेदः, देवः, वासवः, एतानि पदानि अकारान्त पुंलिङ्गपदानि, किन्तु इन्द्रियम् अकारान्त नपुंसकलिङ्गपदं, मनः सकारान्त नपुंसकलिङ्गपदं, मनः मनसि मनांसि, भूतं चेतना इति आकारान्तपदम्. उत्तमं भगिनी, धन्यवादः. उषा भगिनी, भवती वदतु. आं भगिनि, रुद्राणां शङ्कराश्चास्मि वित्तेशो यक्षरक्षसां, वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम्. रुद्राणां षष्टिविभक्ति अस्ति, प्रथमविभक्ति रुद्रः इति अस्ति भाति, अकारान्तपुंलिङ्गः. शङ्करः अस्मि, वित्तेषो यक्षरक्षसां. षष्टिविभक्ति अस्ति वा तत्र भगिनि? यक्षरक्षसाम् अस्ति, षष्टि बहुवचनं. रक्षः इति अकारान्तपुंलिङ्ग अस्ति, अतः षष्टिभक्ति बहुवचने यक्षरक्षसाम् इति आगच्छति. वसूनां, वसूनाम् इत्युक्ते वधू शब्दवत् अस्ति इति भाति. वधूः वध्वौ वध्वः, वसुः वध्व वस्वौ वध्वः. वसूनां षष्टि बहुवचनमस्ति. पावकश्चास्मि, मेरुः शिखरिणाम् अहम्. शिखरिणां, शिखरः अत्र अहं चिन्तयामि शिखरिन् इति नकारान्तप्रातिपदिकम् अस्ति इति भाति. करिन् आं भगिनि, करिन् शब्दवत् अस्ति वा भगिनि? अस्ति इति भाति, द्रष्टव्यं. शिखरी, शिखरिणौ, शिखरिणः. षष्टिभक्ति शिखरिणः, शिखरिणोः, शिखरिणां, शिखरिणाम् अहं, मेरुः अस्मि. अत्र वित्तेशः इत्युक्ते कः? शशिकला हियर्, ऐ एम सारी फॉर बीइंग लेट. कुबेरः. उत्तमम्. पावकः इत्युक्ते? अग्नि. अग्निः. उत्तमम्. रुद्राणां शङ्करः, यक्षरक्षसां वित्तेशः, वसूनां पावकः, शिखरिणां मेरुः. अग्रिमं करोतु भगिनी, भवती एव करोतु. पुरोदसां च मुख्यं मां विद्धि पार्थ बृहस्पतिं, सेनानीनाम् अहं स्कन्दः, सरसामस्मि सागरः. पुरोदसां, पुरोदसां षष्टिविभक्ति बहुवचनमस्ति. वेदशब्दव वेदसाम् इत्युक्ते यदि पदं सकारान्तपदं, हलन्तपदम् अपि च सकारान्तपदम् अस्ति चेत् षष्ठी बहुवचनं सरसां, पुरोधसां, वेदसाम् इति आयाति. साधारणतया नाम इति शृणुमः, किन्तु सकारान्तपदमस्ति चेत् षष्ठी बहुवचने सरसां, पुरोधसां. तत्र हलन्तपदानां रूपाणि किञ्चित् तत्र सुलभतया वक्तुं शक्नुमः. सरसः, सरसोः, सरसां, तत्र तादृशरीत्या भवन्ति. वदतु. विद्धि पार्थ बृहस्पतिं, सेनानीनाम् अहं. सेनानीनां, परन्तु सेनानीनाम् अहं षष्टिभक्ति बहुवचनं, बहुवचनमेव अस्ति न भगिनि? सेनानीनाम् एव षष्टि बहुवचनं, किन्तु वयं पूर्वं दृष्टवन्तः सेनानिः इति पदं पुंलिङ्गपदं, किन्तु इकारान्त ह्रस्व इकारान्त पुंलिङ्गपदं. षष्टिभक्ति सेनान्याम् अस्ति भगिनि, किन्तु श्लोके किमस्ति? सेनानीनाम् अहम् अस्ति, परन्तु निन् नकारान्तः वा भगिनि? न ईकारान्त पुंलिङ्गः सेनानी शब्दः कमाण्डर् षष्टिविभक्ति सेनान्यः सेनान्योः सेनान्याम् अस्ति परन्तु अत्र सेनानीनाम् अहम् अस्ति न भगिनि अत्र श्लोके सेनानीनाम् अस्ति अत्र वयं पूर्वं दृष्टवन्तः इति भाति इत्युक्ते अत्र नदीशब्दः दीर्घ ईकारान्त स्त्रीलिङ्गपदम् अस्ति किन्तु पुंलिङ्गपदम् अत्र सेनानी अस्ति इति भाति हरिशब्दवत् न मरिणि इकारान्त पुल्लिङ्ग हरिशब्दवत् हरेः हरियोः हरिणां दीर्घ ईकारः अस्ति दीर्घ ईकारान्तपदम् पुंलिङ्ग किन्तु पुंलिङ्गपदं सेनानीनाम् अस्तु अनन्तरम् उषा भगिनी अग्रे गच्छतु परन्तु मम प्रश्नः सेनान्याम् अस्ति अत्र तदेव चिन्तनमस्ति भगिनि इत्युक्ते तत्र कारणं किम् इति अहमपि सम्यक्तया न जानामि किन्तु केचन वदन्ति तत्र गीताश्लोकेषु आशयप्रयोगाः सन्ति इति केचन वदन्ति किन्तु अत्र रूपं श्लोके तु सेनानीनाम् इति एव दत्तं दीर्घम् आगच्छति भगिनि बहुवचने हरीणां ईकार दीर्घ भवति सेनानी प्रातिपदिकं पुंलिङ्गशब्दं बहुवचन षष्टि बहुवचने सेनानीनां गुरूणां दीर्घ भवति आम् भगिनि इत्युक्ते तदेव उषा भगिनी भवत्याः चिन्तनं किम् इतोपि सेनानीनां तत्र ईक दीर्घत्वम् अस्ति एव षष्टि बहुवचने पुंलिङ्गशब्दः सेनानेः षष्टि एकवचनं हरिशब्दवत् हरेः अस्तु अनन्तरं शब्दमञ्जरि पुस्तके अस्ति पेज् 70 सप्ततिः सेनान्याम् अस्ति अतः मम क्लेशः जातः अस्तु भगिनि अग्रे इतोपि तत्र कार्यमस्ति तदर्थम् सरसाम् अस्मि सागरः सरसां सरसः सरसः सरसः अस्ति न भगिनि एकवचनं सरसः षष्टि एकवचनम् एकवचनं सरसः सरसोः सरसाम् अस्मि सागरः षष्टिभक्ति सरसां रिसर्वायर् उत्तमम् इत्युक्ते पुरोधसां बृहस्पतिः सेनानीनां स्कन्दः सरसां सागरः अहमेव इति परमात्मा वदति उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र गीताञ्जलि भगिनी भवती दृष्टवती वा आं भगिनि करोतु महर्षिणां भृगुरहं महर्षिणाम् इति पुंलिङ्ग् षष्टि बहुवचन गिराम् इति गिरि पदस्य षष्टि गिराम् अस्मि एकम् अक्षरं तदनन्तरं यज्ञानाम् अपि षष्टि बहुवचन यज्ञपुंलिङ्ग जप यज्ञोऽस्मि स्थावराणां षष्टि बहुवचन हिमालयः उत्तमं तत्र महर्षिः इति प्रथमान्तं रूपम् अत्र गीः गिरौ गिरः तत्र गिराम् इत्युक्ते वाचाम् इति अर्थः वाक् इति अर्थः महर्षीणां भृगुः गिराम् एकमक्षरम् एकमक्षरम् इत्युक्ते ओङ्कारम् Lakshmi Bhagini, where are you right now? You know, we lost control. All of you are just talking among yourselves. We don't know where you are. Atra vayam adhuna Bhagavad-gita taha kanchana shlokan pakhitva. Tatra teshu shlokeshu shashti vibhaktyantaru paani dattani. Tasi chintaram kurmaha. Atra Shobha Bhagini, bhavati vadatu. शोभा भगिनी अद्य वयम् अधुना वयं किं कुर्मः अधुना वयं भगवद्गीतायां आङ्ग्लभाषायां वदतु भगिनी आङ्ग्लभाषायां वदतु ओके महोदय, इन् भगवद्गीता वि आर् रीडिङ्ग् श्लोकास् रैट् नौ वि आर् आन् हा इन् चाप्टर् 10 24 25 इस् वाट् गीताञ्जलि भगिनी जस्ट् रेड् ओके ओके सो सो फार् all of you have been talking about only Bhagavad Gita, you're not in the book then. I was very confused, I was looking around in the book and I couldn't find anything, but now I know you are not in the book, you're in Bhagavad Gita. Okay, thank you. Sure. Because Mahodaya, in the book we are doing section question 5 last part, that's question 5 on what page? 27 of Gita Sopanam. Page, all right, this one, I'm going to 20. I'm on page 27. Where are you? On which item? There is number 5. At the end of 5, it says Gita Yaha, Dashamadhyayasya, 21 to 40. It says to do it. So we are doing it. That's why I'm on there. Okay. All right. One second. All right. Thank you. I now know you're on page 27. Bhagini Karotu. अहं वदामि गीताञ्जलि भगिनी वदतु अश्वस्थः सर्ववृक्षाणाम् अत्र सर्व अपि इति समास न जानामि भगिनी किन्तु वृक्षाणां षष्ठी अत्र सर्ववृक्षः इति पदमस्ति चेत् समस्तपदं यथा भवती उक्तवती तत्र कर्मधारयसमासः अस्ति सर्वः च असौ वृक्षः च इति विग्रहवाक्यं वक्तव्यमस्ति अथवा सर्वः च एषः वृक्षः च तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति सर्ववृक्षः इति प्रथमाविभक्त्यन्तरूपं किन्तु सर्ववृक्षाणाम् इति षष्टिबहुवचनरूपमस्ति किन्तु पूर्वस्मिन् श्लोके स्थावराणां हिमालयः इति दत्तमस्ति तदभवत् अग्रिमं करोतु देवर्षीणां च नारदः देवर्षीणामपि अपि कर्मधारय इति अहं मन्ये षष्टि बहुवचन देव अत्र देवर्षिः इत्युक्ते देवानां ऋषिः तत्र अर्धं दृष्ट्वा वक्तव्यं विग्रहवाक्यं यथा भवती उक्तवती देवर्षिः इति अपि समस्तपदमस्ति तत्र यत्र यत्र समस्तपदमस्ति तत्र सन्धिः अपि भवति अत्र गुणसन्धिः भवति देवर्षिः किन्तु देवानां ऋषिः भवति वा अथवा देवेषु ऋषिः भवति वा इति तत्र अर्धं दृष्ट्वा एव विग्रहवाक्यं सिद्ध्यति तत्र कर्मधारयसमासः नास्ति षष्टितत्पुरुषसमासः अस्ति इति भाति देवर्षीणां नारदः करोतु गन्धर्वाणां चित्ररथः गन्धर्वाणामपि षष्टि बहुवचन चित्ररथः इति प्रथम सिद्धानां कपिलो मुनिः इति प्रथमा सिद्धानां षष्टि बहुवचन इत्युक्ते अत्र कपिलो मुनिः इति दत्तमस्ति तत्र विसर्गसन्धिः अस्ति तदर्थमेव तत्र कपिलः मुनिः सिद्धानां कपिलः मुनिः अहमेव इति वदति उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र अरुणा भगिनी भवती करोतु अग्रिमं नमस्ते भगिनी लता अस्मि नमस्ते भगिनी स्वागतम् 8 o'clock kila class Bharatadesh it is 7:55 so I just locked in 7:30 bagini 7:30 is it I don't see I'm sorry chintama shrunatu bagini atra swagatam bagini anantaram atra aruna bagini bhavati karotu अग्रिमं श्लोकं करोति वा नो चेत् लता भगिनी का वदति अनन्तरं भवती कर्तुं शक्नोति वा अग्रिमं श्लोकं कर्तुं शक्नोति वा पठामि किं कर्तव्यं भगिनि नो चेत् भवती शृणोतु अनन्तरं करोतु, अधुना अरुणा भगिनी कर्तुं शक्नोति. अस्तु करोमि. षष्ट्यन्तानि वदतु भगिनी अत्र. सप्तविंशतितमे श्लोके षष्ट्यन्तानि पदानि वक्तव्यानि कर्तुं शक्नोमि समासः. चिन्ता मास्तु भगिनी, केवलं षष्ट्यन्तानि वदतु. अरुणा भगिनी न श्रूयते, भवती वक्तुम् इच्छति वा? नो चेत् अत्र किमपि न श्रूयते. अहं प्रयत्नं करोमि. करोतु अरुणा भगिनी, भवती अनन्तरं करोतु. लता भगिनी भवती करोतु. उच्चैश्रवसम् अश्वानां विद्धि. अश्वानाम् इस् षष्टिपद, षष्ट्यन्तपद. अनन्तरम् अश्वस्य अश्वः अकारान्त पुल्लिङ्ग, तस्य षष्टि बहुवचन इस् अश्वानां विद्धि. माम् अमृतोद्भवम् विद्धि माम् अमृतोद्भवम्. ऐरावतं गजेन्द्राणां, गजेन्द्राणां षष्टिविद्धि बहुवचन. नराणां च नराधिपं, नराणां पञ्चगेन् षष्टिविभक्ति बहुवचन आफ् नर अकारान्त पुल्लिङ्ग ऐ थिङ्क्. नृ अपि अस्ति, उत्तमं तदेव. अत्र तु ऐरावतं नराधिपम् इत्युक्ते कर्मपदम् अस्ति. किमर्थमित्युक्ते तत्र तस्मिन् श्लोके विद्धि इति क्रियापदमस्ति, तत्र सकर्मकक्रियापदमस्ति. विद् धातोः रूपमेव, मध्यमपुरुष लोट्लकार मध्यमपुरुष एकवचनरूपं विद्धि. तदर्थम् अत्र श्लोकं किं वदति, श्लोकः किं वदति इत्युक्ते अश्वानाम् उच्चैस्रवसः, गजेन्द्राणाम् ऐरावतः, नराणां नराधिपः. अत्र यथा भवती उक्तवती, उत्तमं भगिनि. अग्रिमं श्लोकं दृष्ट्वा वदतु. आयुधानाम् अहं वज्रम्, आयुधानां निर्द षष्टि बहुवचन आयुध अकारान्त पुल्लिङ्ग ऐ थिङ्क्. भगिनी आयुधम्, आयुधम् इस् ओके नपुंसकलिङ्ग पदम्, ऐम् सारि, नपुंसकलिङ्ग आयुधं पद. आयुधानां षष्टि बहुवचन. देन् धेनूनां, धेनु इस् स्त्रीलिङ्गपद, ऊकारान्त स्त्रीलिङ्गपद. ह्रस्व उकारान्तपदम् धेनुः, ओके ओके, ह्रस्व उकारान्त, सोरि, ह्रस्व उकारान्त स्त्रीलिङ्ग किल धेनुः. आं भगिनि, धेनूनां षष्टि बहुवचन. एण्ड् देन् प्रजनश्चास्ति कन्दर्पः, तत्र बहु षष्टि बहुवचन प्रजनन् अत्र षष्टि. अहं चिन्तयामि प्रजनः इति षष्टि एकवचनं. प्रजनः, कन्दर्पः, कन्दर्पः, कन्दर्पः इत्युक्ते कः? कन्दर्पः मन्मथ किल, मन्मथः, मन्मथः, डिसैर् काम. अग्रिमम्, अग्रिमम्. सर्पाणां अस्मि वासुकिः, सर्पाणां, सर्पं नपुंसकलिङ्ग सर्पः. अहं चिन्तयामि सर्पः, सर्पाणि, सर्पाः जनरलि विद्ये पुल्लिङ्ग, पुंलिङ्गपदं मन्ये. ओके, सर्पाणां षष्टि बहुवचन. अमौङ्ग् द सर्पस् ऐ एम् द वासुकि. ओके, उत्तमं. अनन्तश्चास्मि नागानां, नागानां इस् षष्टि बहुवचन. अमाङ्ग् द नागास्, अ कैण्ड् आफ् सर्पास् ओन्लि ऐ थिङ्क्, आर् मेबि पर्टिक्युलर्लि कोब्रा नाग. अमाङ्ग् देम् अनन्त अहं, वरुणो यादसाम् अहं, Yadasam, I think something related to aquatic animals. Atra, Varuna. अत्र यादस् अहं चिन्तयामि यादस् इति पदं सकारान्तपदम् अपि च नागः नागः इति अपि पुंलिङ्गपदम् अनन्तरं पितॄणाम् अर्यमा अस्मि. पितॄणाम् इस् द षष्ठी बहुवचन पितृशब्द ऋकारान्त पुल्लिङ्ग पितृ पितृ एण्ड् यमः संयमताम् अहं संयमताम् ऐ डोण्ट् नो द प्रातिपदिक संयमताम् अहं चिन्तयामि पदं पदं तकारान्तपदमस्ति चेत् यथा भवताम् पदं तकारान्तपदमस्ति चेत् तत्र संयमताम् इति रूपम् आयाति इति मम चिन्तनम्. मरुत् तकारान्तशब्द मरुतां मरुतां भवति षष्टि बहुवचनम् एतत् संयमत् संयमताम् अर्हति षष्टि तकारान्त तकारान्तपदम् इति भाति. ओ अस्तु संयमताम् अहं यम संयमतां मीन्स् द कण्ट्रोलर् इति अमौण्ट् ऐ एम् द यम. उत्तमम् इत्युक्ते नागानाम् अनन्तः यादसां वरुणः पितॄणाम् अर्यमा संयमतां यमः. उत्तमम् उत्तमं धन्यवादः भगिनि. अनन्तरम् अत्र अरुणा भगिनी अधुना करोतु भगिनी संयमताम् इति विषये किञ्चित् वदतु भगिनी कृपया क्षम्यताम्. दैत्यानां कालः कालयतामहम् मृगाणां किञ्चित् उच्चैः वदतु भगिनी अरुणा भगिनी किञ्चित् उच्चैः वदतु किञ्चित् उच्चैः वदतु न श्रूयते भगिनी वदति वा अत्र न श्रूयते अत्र नो चेत् अन्ये के वदन्ति अत्र अहं करोमि वा प्रिया प्रिया भगिनी करोतु. प्रह्लादश्चास्मि दैत्यानां कालः कलयताम् अहं मृगाणां च मृगेन्द्रो अहं वैनतेयश्च पक्षीणाम्. अत्र प्रह्लादश्चः अस्मि दैत्यानां दैत्यानाम् इति षष्ट्यन्त षष्टी बहुवचनं दैत्यानां प्रातिपदिकं दैत्यानां प्रातिपदिकं किं भवति दैत्यानां षष्टी बहुवचनं अहं चिन्तयामि दैत्याः दैत्याः इत्युक्ते असुराः असुराः दैत्यः पुंलिङ्गपदं पुंलिङ्गपदं दैत्य प्रातिपदिकं दैत्य दैत्य दैत्यानां कालः कलयतां कलयतां तकामस्य पुल्लिङ्गपदं वा भवत्सर्दं भवत् समानं वा भवतां कलयताम् इति भाति. अस्तु मृगाणां मृगाणां मृगः पुल्लिङ्गपद अकारान्तपुल्लिङ्गपदं षष्टि बहुवचनं मृगाणां मृगाणां मृगेन्द्रो अहं वैनते यत् पक्षीणां पक्षीन् शब्दं पक्षीन पक्षिणः पक्षिः एव प्रातिपदिकम् अत्र पक्षिन् नकारान्तप्रातिपदिकं नकारान्तप्रातिपदिकं तस्य षष्टि बहुवचनं पक्षीणां अत्र पक्षी पक्षिणौ पक्षिणः पक्षी पक्षिन् नकारान्त पक्षिन् शब्दं वा नकारान्तपदमस्ति. ओके पक्षिः पक्षी पक्षिणः प्रथमविभक्ति एकवचनरूपं पक्षिः नास्ति पक्षी इति भाति पक्षी पक्षिणः गुणी शब्दवत् अथवा बली शब्दवत् संशयः भगिनि कलयति मीन्स् कौण्टिङ्ग् इन् ऐ मीन् अमाङ्ग् द वर्ब् कलयति इस् कौण्टिङ्ग् ऐ हव् हर्ड् अत्र कलयताम् इत्युक्ते कलयतां कालः calculators I am time iti vadati and gitanjali bhagini punah vadatu gitanjali bhagini punah vadatu atra likhitam bhagini among calculators I am time oh that is among the countables like countables. What all we count kalaha is one thing that we count is that what calculators इत्युक्ते means of counting अस्तु ओके ओके ओके धन्यवादः अस्तु इत्युक्ते आहत्य अत्र किं लिखितमस्ति दैत्यानां प्रह्लादः कलयतां कालः मृगाणां मृगेन्द्रः पक्षिणां वैनतेयः अत्र मृगाणां पक्षिणां तयोः पदयोः णत्वं दृश्यते नत्वमस्ति इत्युक्ते भगिनि वैनतेय कम्स् फ्रोम् विनता इसिन्ट् इट् उत्तमं विनतायाः पुत्रः वैनतेयः तत्र तद्धितान्तं रूपम् अस्ति विनतायाः अपत्यं पुमान् वैनतेयः अत्र पक्षिणाम् इत्यस्मिन् पदे तत्र निमित्तं किम् निमित्तं कवर्ग क्ष इति इक् प्लस् श एव सकारः भवति अत्र उत्तमम् इत्युक्ते अत्र संयुक्ताक्षरमस्ति संयुक्ताक्षर आम् नास्ति तत्र क्ष इत्यस्मिन् शकारः अस्ति मूर्धन्यशकारः अस्ति इति कारणतः पक्षिणाम् इति भवति उत्तमं पक्षिणां वैनतेयः मृगाणां मृगेन्द्रः उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र अरुणा भगिनी अधुना कर्तु भगिनि मृगाणाम् इत्युक्ते आम् इत्युक्ते अत्र का वदति गीताञ्जलि भगिनी वदतु अत्र मृगाणाम् इत्यस्मिन् पदे णत्वं किमर्थम् अस्ति ऋकारनिमित्तं कवर्ग इति बाधा नास्ति अपि च स्वर अपि बाधा नास्ति इत्युक्ते तत्र सूत्रमस्ति अट् कुप् वाङ् नुं व्यवायेपि इति सूत्रमस्ति कुप् इत्युक्ते कवर्गीयवर्णाः वा भवन्तु पवर्गीयवर्णाः वा भवन्तु तत्र बाधा न भवति णत्वस्य कृते तत्र तदर्थमेव अत्र किन्तु तत्र तत्र तु निमित्तं किम् इत्युक्ते तत्र साक्षात् रेफः नास्ति किन्तु ऋकारः अस्ति ऋकारः रेफस्य अंशः तदर्थं यद्यपि साक्षात् रेफः नास्ति कृष्णऋकारः अस्ति इति कारणतः तत्र णत्वं भवति रेफः अपि च मूर्धन्यशकारः एव निमित्तौ इत्युक्ते अत्र ऋकारे रेफस्य अंशः अस्ति इति कारणतः तदपि निमित्तं भवितुमर्हति भगिनि यदि कवर्गः भवति चेदपि णत्वं भवति भगिनि भवति इत्युक्ते अत्र यद्यपि निमित्तस्य अनन्तरं साक्षात् अनन्तरम् अत्र दन्त्यनकारः नास्ति मध्ये किञ्चित् व्यवधानमस्ति अत्र व्यवधानमस्ति व्यवधानम् इत्युक्ते केचन वर्णाः मध्ये भवितुमर्हन्ति के के वर्णाः मध्ये भवितुम् अर्हन्ति इत्युक्ते कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि स्वरः अपि भवितुं वदतु भगिनि अत्र वेदा भगिनि वेदा भगिनि वदतु स्वराः यरव ते कवर्गः पवर्गः आङ् उपसर्गः अपि आङ् उपसर्गः अपि या भवन्ति एते वर्णाः मध्ये भवन्ति चेदपि इत्युक्ते कुत्र भवन्ति इत्युक्ते अनयोः द्वयोः अनयोः इत्युक्ते अत्र रेफनकारयोः मध्ये अथवा मूर्धन्यषकार नकार दन्त्यनकारयोः मध्ये अत्र एते वर्णाः सन्ति चेदपि बाधा न भवति नत्वं भवति एव उत्तमं धन्यवादः भगिनि अनन्तरम् अधुना अरुणा भगिनी भवती प्रयत्नं कर्तुम् इच्छति वा क्षम्यतां भगिनि इण्टर्नेट् कनेक्षन् सम्यक् नास्ति चिन्ता मास्तु सर्गाणाम् आदिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् सर्गाणाम् आदिः सर्गाणां षष्ठी बहुवचनं सर्गः इति पुंलिङ्ग अकारान्त पुंलिङ्गः मध्ये मन्ये आदिः अन्तः च मध्यं च सर्गाणाम् इति सृष्टिसमये अहं चिन्तयामि सृज् सृज् धातोः रूपमेव सर्गः वदतु भगिनी अत्र पवनः पवन भवतामस्मि आं भगिनि अत्र भवतां पवनः अस्मि शस्त्रभृतां रामः झषाणां मकरः स्रोतसां जाह्नवी इत्युक्ते तस्मात् पूर्वं एकत्रिंशत् श्लोकः अस्ति चिन्ता मास्तु अत्र केवलं पूर्वस्मिन् श्लोके केवलं पवतां शस्त्रभृतां झषाणां स्रोतसाम् एतानि पदानि सन्ति अत्र स्रोतस् इति अपि सकारान्तपदमस्ति यथा भवती उक्तवती सर्गाणां तत्रापि णत्वम् अस्ति अग्रिमं करोतु अन्यानि पदानि वदतु तस्मिन् श्लोके विद्यानां एकत्रिंशत् श्लोके भगिनि द्वात्रिंशत्तमे श्लोकं द्वात्रिंशत् विद्यानां विद्या आकारान्त स्त्रीलिङ्गशब्दः विद्यानां षष्ठी बहुवचनम् आत्मविद्या अपि आकारान्त स्त्रीलिङ्गपदम एकवचनं प्रवदता षष्ठी बहुवचनं प्रवदतां वादः वादः अकारान्तं पुंलिङ्ग एकवचनं प्रवदतां प्रवदत् प्रातिपदिकं भगिनि आम् इत्युक्ते अत्र यदि शत्रन्तपदमस्ति चेत् साधारणतया केषुचित् गणेषु तत्र शत्रन्तपदमस्ति चेत् प्रवदन् इति प्रथमाविभक्ति एकवचनरूपं भवति किन्तु प्रातिपदिकं प्रवदत् प्रवदतः प्रवदतः इति षष्टि एकवचनरूपं किन्तु प्रवदतां षष्टि बहुवचनरूपम् अहं चिन्तयामि अत्र शत्रन्तरूपम् अस्ति शत्रन्तरूपं किन्तु षष्टि बहुवचनरूपं प्रवदतां वादः करोतु अक्षराणाम् अकारोऽस्मि द्वन्द्वः समासिकस्य च अहमेव अक्षयः कालः दाताहं विश्वतो मुखः अक्षराणाम् अपि अक्षरम् अक्षराणां षष्ठी षष्ठी बहुवचनम् अकारः अकारान्त पुंलिङ्गशब्दः समासिकस्य समासिकस्य अत्र षष्टि एकवचनं समासिकः समासिकः समासिकं वा समासिकाः इत्युक्ते अत्र वयं जानीमः एव समासः इति पदं जानीमः एव समासः इति पदस्य तद्धितान्तं रूपमेव सामासिक इत्युक्ते वयं यदा वयं समासप्रसङ्गे पठामः तत्र द्वन्द्वसमासस्य प्रामुख्यता अस्ति एव भवती वदतु द्वन्द्वसमासस्य प्रामुख्यता का प्रथम पूर्वपद उत्तरपदप्राधान्य पदे प्राधान्यमस्ति उत्तमम् उत्तमम् इत्युक्ते अत्र सर्वेषां पदानां प्राधान्यमस्ति एव इत्युक्ते सर्वेषां पदानाम् अन्वयः क्रियया सह भवति इत्युक्ते उभयपदार्थप्रधानः द्वन्द्वः तदर्थमेव अत्रापि परमात्मा वदति सामासिकस्य द्वन्द्वः इत्युक्ते समासानाम् अहं द्वन्द्वसमासः इति वदति अनन्तरम् इत्युक्ते सर्गाणाम् आदिः अन्तः मध्यम् अहमेव विद्यानाम् अध्यात्मविद्या प्रवदतां वादः अक्षराणाम् अकारः सामासिकस्य द्वन्द्वः द्वन्द्वः इत्युक्ते द्वन्द्वसमासः समासानां द्वन्द्वसमासः अहमेव इति वदति अग्रिमं करोतु अहमेव अक्षयः द्वन्द्वः द्वन्द्वसमासे सर्वाणि पदानि इम्पार्ट् प्रमुखः भवति एव इदानीम् उक्तवती सो आल् आर् इम्पार्टेण्ट् दट्स् वै दट् समास इस् इम्पार्टेण्ट् इस् इट् आल् द पदास् आर् इम्पार्टेण्ट् आं भगिनि इत्युक्ते अन्येषु समासेषु अत्र पूर्वपदार्थप्राधान्यं वा अथवा पूर्वपदार्थप्राधान्यमस्ति चेत् अव्ययीभावसमासः उत्तरपदार्थप्राधान्यमस्ति चेत् तत्पुरुषसमासः अन्यपदार्थप्राधान्यमस्ति चेत् बहुव्रीहिसमासः किन्तु उभयपदार्थप्रधानः द्वन्द्वसमासः अपि च तत्र प्रामुख्यता का इत्युक्ते द्वन्द्वसमासप्रसङ्गे तत्र बहूनां पदानां मेलनम् एकस्मिन्नेव समये भवति किन्तु अन्येषु समासेषु एकस्मिन् समये केवलं युगपत् द्वयोः पदयोः मेलनमेव कर्तुं शक्नुमः अन्येषु समासेषु किन्तु द्वन्द्वसमासप्रसङ्गे बहूनां पदानां मेलनम् एकस्मिन्नेव समये युगपत् सैमल्टेनियस्लि कर्तुं शक्नुमः यथा सीतारामलक्ष्मणभरतशत्रुघ्नाः यद्यपि समस्तपदे बहूनि पदानि उत्तमं तदर्थमेव सः उक्तवान् सर्वेषां प्रामुख्यता अस्ति एव इति तस्य आशयः वदनस्य आशयः अस्तु भगिनि धन्यवादः अनन्तरं करोतु भगिनि कालः अक्षयः न अवगतं भगिनि कालः अपि प्रथमाविभक्तिरूपमस्ति अत्र षष्टिबहुवचनं किम् अत्र सामासिकस्य द्वन्द्वः इति उक्तवती तदनन्तरं चतुस्त्रिंशत्तमे श्लोके तत्र भविष्यताम् उद्भवः इति लिखितमस्ति नारीणां कीर्तिः श्रीः तृतीयपादा पुनः एकवारं वदतु पुनः एकवारं पठतु त्रित्रिंशत् श्लोके तृतीयपादः अहमेव अक्षयः कालः दाता अहं विश्वतो मुखः तस्मिन् तस्मिन् भागे षष्ट्यन्तं रूपं नास्ति तस्मिन् भागे केवलं तत्र विवरणं दत्तमस्ति किन्तु वदतु तस्मिन् भागे षष्ट्यन्तं पदं नास्ति वदतु मृत्युः सर्वहरसः हरश्चाहम् उद्भवश्च भविष्यतां कीर्तिः श्रीर्वाक् च नारीणां स्मृति मेधा धृतिः क्षमा सर्वहरश्च अत्रापि भविष्यतामपि षष्टि बहुवचनम् भविष्यताम् षष्टि बहुवचनं भविष्यताम् अहम् उद्भवः अनन्तरम् नारीणाम् उत्तमं नारीणाम् इत्युक्ते अत्र नारीणां लक्षणानि अत्र उक्तानि नारीणां कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा बहूनि लक्षणानि अत्र उक्तानि नारीणां लक्षणानि उक्तानि तदनन्तरं केवलम् अस्मिन् श्लोके भविष्यताम् अपि च नारीणां पदद्वयमेव अस्ति अग्रिमं करोतु भगिनि आल् दीस् गुणाः सद्गुणाः भगवान् एव इति अर्थं वा एतानि लक्षणानि भगवतः लक्षणानि ओके बृहत्साम तथा साम्नां गायत्री छन्दसामहं मासानां मार्गशिरशः अहं मार्गशीर्षो शीर्षोऽहं ऋतूनां कुसुमाकरः साम्नाम् इति षष्टिबहुवचनरूपं साम्नां बृहत्सामा छन्दसां गायत्री मासानां मार्गशीर्षः कुसुमाकरः कुसुमाकरः इत्युक्ते वसन्तऋतुः उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरम् अत्र वेदभगिनी वदतु भगिनि वदतु अत्र ऋतूनां ऋकारः अस्ति परन्तु ता मध्ये अस्ति चकारबाधकः किल नर्स्वार्थे बाधकः इति चकार ऋतूनाम् उत्तमम् उत्तमम् इत्युक्ते तदेव तत्र तकारः बाधकवर्णः तकारः कस्मिन् वर्गे अस्ति वर्गीयव्यञ्जनम् अस्ति किन्तु तवर्गीय आदिमवर्णः अस्ति इत्युक्ते तवर्गीयव्यञ्जनं मध्ये अस्ति चेत् तत्र णत्वं न भवति यद्यपि निमित्तमस्ति अस्ति चेदपि अनन्तरम् अत्र वेदभगिनी भवती करोतु अग्रिमं द्यूतम् चलयताम् अस्मि तेजः तेजस्विनाम् अहं जयोऽस्मि व्यवसायो अस्मि सत्त्वं सत्त्ववतामहं द्यूतं चलयताम् अस्मि चलयतां चलयत् तकार प्रातिपदिकं चलयत् चलयतां षष्ठी बहुवचनं द्यूतं द्यूतम् इस् वाट् द्यूतम् इस् अत्र छलयताम् अत्र छलः इत्युक्ते तत्र वञ्चना इति अर्थः अस्ति छलयतां जूतम् ओके सो अण्ड् तेजः तेजस्विनामहं तेजस्विनां अत्र तेजस्विनां वुड् बि लैक् तेजस् अत्र तेजस्विन् तेजस्विनाम् अत्र अहं चिन्तयामि प्रथमविभक्ति एकवचनं तेजस्वी तेजस्वी नकारान्तपदमस्ति ओके तेजस्विनां जयोस्मि व्यवसायो जयोस्मि इस् लैक् ऐ एम् दि विक्ट्री अत्र कथं वक्तव्यम् इत्युक्ते तेजस्विनां तेजः तेजस्विनां जयः तेजस्विनां व्यवसायः अहम् अस्मि ओके इत्युक्ते तेजस्विनाम् इत्युक्ते तत्र किं वदामः केचन जनाः स सन्ति तेषु तेजः अस्ति, तेषां तेजः अपि च जयः व्यवसायः. व्यवसायः इत्युक्ते परिश्रमः. एतत् सर्वम् अहमेव. सत्त्वं सत्त्वतात्मकं सत्त्वतां सत्त्वताम् अहं सत्त्ववताम् ओके सत्त्ववताम् इत्युक्ते अत्र पश्यतु भगिनि, सत्त्ववान् इति वदामश्चेत् यथा पठितवान् इव, तत्र सत्त्ववान् तत्र सत्त्ववान् इति पदं सत्त्ववतां षष्ठी बहुवचनरूपम् अस्ति, किन्तु अत्र मतु प्रत्ययान्तरूपम् अस्ति. यस्य यस्मिन् सत्त्वमस्ति सः सत्त्ववान्. सत्त्ववान् इति प्रथमाविभक्ति एकवचनम् अस्ति चेत् तत्र प्रातिपदिकं सत्त्ववत् इति भवति. तदर्थमेव अत्र तकारान्तपदमस्ति इति कृत्वा तत्र षष्ठी बहुवचनरूपं सत्त्ववताम्. सत्त्ववतां सत्त्वम् अहमेव. अनन्तरं वृष्णीनां वृष्णीनां वासुदेवभोस्मि, पाण्डवानां धनञ्जयः, मुनीनामप्यहं व्यासः, कवीनां कवीनामुषणा कविः. वृष्णीनां वासुदेवो वृष्णीकुलम् अस्ति रे, वृष्णीनां षष्टिविभक्ति वृष्णीनां बहुवचनं. अहं वृष्णीनां वासुदेवः, भगवान् भगवान् उक्तवान् अहं वृष्णीनां वासुदेवः. इत्युक्ते भगवान् श्रीकृष्णः वृष्णिवंशसञ्जातः पाण्डवानां धनञ्जयः. धनञ्जय अर्जुन, पाण्डवानां षष्टिविभक्ति, पाण्डवानां पाण्डू पुत्राः पाण्डवानां धनञ्जयः. मुनीनामपि अहं व्यासः. मुनीनां षष्टिविभक्ति, मुनि शब्दस्य षष्टिविभक्ति मुनिः. मुनीनाम् अपि अहं व्यासः. ऐ एम् व्यास अमङ्ग्स्ट् आल् मुनीस्. कवीनाम् उषणा कविः. वाट् इस् उषणा? उषणा कविः इत्युक्ते शुक्राचार्यः. ओ ओके. सो कवीनाम् उषणा कविः, कवीनां षष्टिविभक्ति कविशब्द इत्युक्ते आहत्य वृष्णीनां वासुदेवः, पाण्डवानां धनञ्जयः, मुनीनां व्यासः, कवीनाम् उशनाकविः. उत्तमम्. अनन्तरम् अत्र धन्यवादः भगिनि. अत्र का न उक्तवती इदानीं पर्यन्तम्? अत्र अरविन्दमहोदय, भवान् कर्तुम् इच्छति वा? नो चेत् करोतु महोदय. दण्डो दमयतामस्मि, नीतिरस्मि जिकीषतां, मौनं चैवास्मि गुह्यानां, ज्ञानं ज्ञानवतामहम्. दण्डो दमयतां, दमयतां षष्टि, जिगीषितां षष्टि, मौनं चास्मि गुह्यानां षष्टि, ज्ञानवतां षष्टि. उत्तमम्. अत्र ज्ञानवताम् इति पदस्य प्रथमान्तरूपं ज्ञानवान्. अत्र मतु प्रत्ययान्तरूपम् अस्ति. यस्य यस्मिन् ज्ञानमस्ति सः ज्ञानवान्. अत्र ज्ञानवतां ज्ञानं, गुह्यानां मौनं, दमयतां दण्डः, जिगीषतां नीतिः. अत्र जिगि कीदृशं पदं वदतु महोदय? जिगीषा इति सन्नन्तपदं. तत्र जेतुमिच्छैताम्. उत्तमं. जेतुम् इच्छा. अत्र जी धातुः ह्रस्व इकारान्तधातुः अस्ति. जी धातुः, जी धातोः लट्लकाररूपं जयति, तत्र सनन्तरूपम् अस्ति जिगीषा. जिगीषा इत्युक्ते जेतुम् इच्छा. अत्र जिगीषताम् इति येषु जनेषु जेतुम् इच्छा अस्ति जिगीषताम् अत्र जिगीषा उत्तमं गुह्यानां मौनं जिगीषतां नीतिः उत्तमं तावत्पर्यन्तम् अग्रिमं श्लोकं पठित्वा वदतु महोदय यच्छापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यान्मया भूतं चराचरं यत् च अपि यच्छापि सर्वभूतानां सृष्टि बीजं तद् अहम् अर्जुन न तद् अस्ति विना यत् इत्युक्ते अस्मिन् श्लोके एकमेव पदम् अस्ति एकमेव पदं षष्ठ्यन्तं रूपम् अस्ति यथा भवान् उक्तवान् सर्वभूतानां बीजम् सर्वभूतानां बीजम् अहमेव अग्रिमं करोतु नान्दोऽस्मि मम दिव्यानां विभूतीनां परन्तप एष दुर्देशता प्रोक्तो विभूतिर्विस्तरो मया न अन्तः अस्मि मम दिव्यानां विभूतीनां उत्तमं दिव्यानां विभूतीनां तावदेव इत्युक्ते तत्र मम दिव्यानां विभूतीनाम् अन्तः नास्ति विशेषणविशेषभावः उत्तमं विशेषणविशेषभावः अस्ति दिव्यानां विभूतीनां मम दिव्यानां विभूतीनाम् अन्तः नास्ति इति अन्ततो गत्वा सः वदति इत्युक्ते सः संक्षिप्तरूपेण अस्मिन् अध्याये उक्तवान् अनन्तरम् अग्रिमे श्लोके अग्रिमं श्लोकमपि पठित्वा वदतु यद्याद्यभूतिर्भूतिमत्सत्वं श्रीमद्दूर्जितमेव वा तत्तदेवतावगच्छ त्वं मम तेजोऽंशुमा सम्भवम् अयं श्लोकः बहु उत्तमः श्लोकः सर्वे एकवारं पठन्तु तत् श्लोकं तं श्लोकं पठन्तु यद्यद् विभूतिमत्सत्वम् इति बहु उत्तमः श्लोकः इत्युक्ते अत्र वदतु महोदय षष्टिपदं षष्टिपदं न दृष्टम् अस्मिन् श्लोके नास्ति इति भाति इत्युक्ते आहत्य मम विभूतीनाम् अन्तः नास्ति अस्मिन् अत्र एतावत् सः किं वदति इत्युक्ते अत्र अहम् एतावत्पर्यन्तं संक्षिप्तरूपेण उक्तवान् मया विस्तरः प्रोक्तः मम विभूतेः विवरणं विभूतीनां विवरणं दत्तवान् किन्तु तेषाम् अन्तः तु नास्ति एव सर्वम् अहमेव इति तस्य आशयः इति एव सः उक्तवान् अत्र एतावत्पर्यन्तं वयं किं दृष्टवन्तः इत्युक्ते अत्र षष्ठ्यन्तरूपाणि दृष्टवन्तः इत्युक्ते तत्र पदं कीदृशम् एकवचनं वा द्विवचनं वा बहुवचनं वा इति ज्ञातव्यं स्त्रीलिङ्गपदं वा पुंलिङ्गपदं नपुंसकलिङ्गपदं वा इति अपि ज्ञातव्यं तदनन्तरं प्रत्येकं पदस्य अन्तः कः इत्युक्ते अत्र अकारान्तपदं वा अजन्तपदं वा अथवा हलन्तपदम् इत्युक्ते आहत्य कीदृशं पदम् इति इतोपि किञ्चित् चिन्तनीयम् अपि च षष्टिविभक्तेः उपयोगः कथं भवति इति अपि परिशीलनीयं तेन अस्माकं ज्ञानम् इतोपि वर्धते अपि च अवगमनमपि जायते बहु लाभाय भवति तदर्थं वयं किञ्चित् चिन्तनं कृतवन्तः सर्वे एकवारं पुनः पठन्तु अग्रे गच्छेम अधुना अत्र अस्मिन्नेव पुस्तके अत्र बन्धुवाचकपदानि पठता वाक्यानि पूरयत च इति दत्तमस्ति. अत्र सुजाता भगिनी भवती कर्तुमिच्छति वा? आं भगिनि करोतु. आवरणे विद्यमानस्य शब्दस्य न भगिनि, अत्र अग्रिमे पुटे इत्युक्ते अष्टाविंशतितमे पुटे तत्र अष्टमः अभ्यासः अस्ति, बन्धुवाचकपदानि पठत वाक्यानि पूरयत च. किमर्थम् इत्युक्ते तस्मात् पूर्वं वयं दृष्टवन्तः गते सप्ताहे एव अस्माभिः परिशीलितम् आसीत्, अद्य अष्टमभ्यासात् आरभ्य अधुना कुर्मः. करोतु. उदाहरणं पितुः पितामहः लव दशरथः, लवस्य पितामहः दशरथः. इस् इट् राइट्? अत्र उदाहरणत्वेन एकं वाक्यं दत्तमस्ति, तद् वाक्यं पठित्वा भवती किम् अवगतवती? अत्र सम्बन्धवाचकषष्टी इति दत्तमस्ति. पितुः पिता कः? पितुः पिता कः? पितुः षष्टिविभक्ति अस्ति पितृशब्दस्य. उत्तमम्. पितृशब्दस्य ऋकारान्तपदस्य षष्ट्यन्तम् एकवचनरूपं पितुः, पितुः पिता एव पितामहः. पितुः पिता एव पितामहः. अत्र लवः दशरथः इति पदद्वयमस्ति, तत् पदद्वयं योजयित्वा वाक्यं लेखनीयम्. अत्र आहत्य चतुर्दशवाक्यानि लेखितुं शक्नुमः. कर्तुमिच्छति वा? करोतु. दशरथस्य लवस्य पितामहः दशरथः. दशरथस्य पौत्रः? दशरथस्य पौत्रः लवः. लवः. आरम्भं करोतु अभ्यासम्. मातुः पिता मातामहः. मातृशब्द षष्ट्यन्तं मातुः. मातुः पिता मातामहः. कुशः जनकः. कुशः अकारान्त पुंलिङ्गशब्दः. जनकः अकारान्त पुंलिङ्गशब्दः. जनकस्य कुशस्य मातामहः जनकः. जनकस्य दौहित्रः. जनकस्य दौहित्रः कुशः. कुशः. अग्रिमम्. मातुः माता मातामहिः. मातुः मातृशब्दस्य षष्ट्यन्तं मातुः. माता मातामहिः. मातामही. मातामही. कुशस्य मातामही सुमेधा. सुमेधा. आहत्य सुमेधा इति कस्याः नाम? सुमेधा सीतायाः माता. जनकस्य पत्नी सीतायाः माता एव सुमेधा. वाह, कीदृशं नाम अस्ति सुमेधा. उत्तमं. सीतायाः माता एव सुमेधा. जनकस्य पत्नी इति अर्थं वा? जनकस्य पत्न्याः नाम एव सुमेधा इति भाति. ज्ञातव्यम्. सुमेधायाः पौत्रः कुशः. कुशः. अग्रिमम्. पौत्रः न, दौत्रः. पौत्रः. दौहित्रः. पुत्रस्य पुत्रः पौत्रः. अत्र आगतम्, अत्र पश्यतु, पुत्रस्य पुत्रः एव पौत्रः, किन्तु पुत्र्याः पुत्रः दौहित्रः. दौहित्रः एकवारं वदतु भगिनि. केवलम् अत्र अत्र यद् लिखितमस्ति तदेव अहम् उक्तवती भगिनि. पौत्रः इति कुशल सुमेधायाः दौत्यः दौहित्रः दौहित्रः अग्रे अग्रे पठतु. अग्रे अत्रैव लिखितमस्ति, अग्रे लिखितमस्ति. पुत्रस्य पुत्रः पौत्रः दशरथस्य पौत्रः लवः लवस्य पितामहः दशरथः. उत्तमम्. पुत्र्याः पुत्रः दौहित्रः ये आगतः. जनकः कुशः. अत्र अत्र दौहित्रः इत्युक्ते दुहितुः पुत्रः, दुहितुः पुत्रः दौहित्रः. अत्र पदं तद्धितान्तं पदम्. अत्र दुहिता इत्युक्ते पुत्री, तदपि दुहितृ दुहितृ इति ऋकारान्तपदम्, किन्तु स्त्रीलिङ्गपदं. प्रथमाविभक्ति एकवचनरूपं दुहिता. दुहिता, ओके. षष्ट्यन्तं रूपं दुहितुः. दुहितुः, दुहितुः पुत्रः अथवा पुत्र्याः पुत्रः. पुत्र्याः पुत्र, दौहित्रः. अग्रिमम्. एवमेव पौत्री भगिनि. हा वदतु भगिनि. एवमेव स्त्रीलिङ्ग अस्ति चेत् पौत्रः पौत्री इति पौत्री भवति भाति. जनकस्य जनकस्य दौहित्रः कुशः. कुशस्य ये न जानामि. उपरि दत्तमस्ति. कुशस्य मातामहः न मातामहः एव मातामहः जनकः. जनकः सहोदरस्य पत्नी भातृजाया. सहोदरस्य पत्नी भातृजाया लक्ष्मणस्य भातृजाया सीता. अत्र भ्राता भ्राता इति पदं वयं जानीमः, ऋकारान्तपदं. किन्तु भ्रातुः पत्नी भ्रातृजाया. जाया इत्युक्ते संस्कृतभाषायां जाया इत्युक्ते भार्या अथवा पत्नी. भ्रातुः पत्नी भ्रातृजाया. उत्तमम्. अग्रिमं करोतु. पत्युः सहोदरः देवरः. देवरः सीतायाः देवरः लक्ष्मणः. सीतायाः लक्ष्मणः पत्याः सोदरः श्यालः. पत्युः पत्युः पत्युः सोदरः श्यालः. अर्जुनस्य न भगिनि, अत्र पत्युः सहोदरः देवरः तदभवत्, अनन्तरं पत्न्याः सोदरः. पत्न्याः सोदरः श्यालः. अर्जुनस्य श्यालः दृष्टद्युम्नः. दृष्टद्युम्नः. उत्तमं. धन्यवादः भगिनि. अनन्तरं धन्यवादः भगिनि. प्रश्नः, अर्जुनस्य श्यालः दृष्टद्युम्नः. दृष्टद्युम्नस्य वाहिन्येः पतिः कथं वदनीयं भगिनि? भगिन्याः पतिः. भगिन्याः पतिः, परन्तु मामा इति अस्ति न भगिनि, आवृत्तः इति अस्ति वा भगिनि? आवृत्तः आवृत्तः वा आवृत्तः. सो दृष्टद्युम्नस्य आवृत्तः आवृत्तः अर्जुनः. उषा भगिनी भवती एव करोतु अग्रिमम्. पत्युः बहिनी नणान्दा रुक्मिणी सुभद्रा, रुक्मिण्याः नणान्दा सुभद्रा, सुभद्रायाः भ्रातृजाया रुक्मिणी, पितुः सहोदरः पितृव्यः, अर्जुनः धृतराष्ट्रः, अर्जुनस्य पितृव्यः धृतराष्ट्रः, धृतराष्ट्रस्य भ्रातृव्यः भ्रातृव्यः अर्जुनः. भ्रातृव्यः इति वक्तव्यं वा तत्र? आं भगिनि, भवन्तः दृष्टवन्तः वा भ्रातृव्यः नेत्यु धृतराष्ट्रस्य भ्रातृव्यः भागी अर्जुनेयः भगिन्याः पुत्रः एव वा? भगिनी भागिनेयः पितुः सहोदरः पितृव्यः, अर्जुनस्य पितृव्यः धृतराष्ट्रः, किन्तु धृतराष्ट्रस्य भ्रातृपुत्रः भ्रातृव्यः भ्रातृव्यः भगिनी अहं दृष्टवती. अस्तु अस्तु वदतु. मातुः सहोदरः मातुलः दुर्योधनः शकुनिः, दुर्योधनस्य मातुलः शकुनिः, शकुन्याः भागिनेयः दुर्योधनः. भागिनेयः उत्तमम्. अत्र भगिन्याः पुत्रः भागिनेयः इत्युक्ते तदपि तद्धितान्तं पदं. वदतु. भगिन्याः पुत्रः भागिनेयः कंसः कृष्णः, कंसस्य भागिनेयः कृष्णः, कृष्णस्य मातुलः मातुलः कंसः कंसः उपरि एव दत्तमस्ति. पितृव्यस्य पत्नी पितृव्या, अर्जुनः गान्धारी, अर्जुनस्य पितृव्या गान्धारी, गान्धार्याः किं वक्तुं न जानामि अहमपि न जानामि. गान्धार्याः गान्धार्याः देवरस्य पुत्रः अर्जुनः, देवरस्य पुत्रः किमपि अग्रिमं देवरेयः अहं न दृष्टवती अतः वक्तुं न शक्नोमि. अनन्तरं पत्नी मातुलानि अभिमन्युः रुक्मिणी, अभिमन्योः मातुलानि रुक्मिणी, रुक्मिण्याः भागिनेयः अभिमन्युः. भागिनेयः कृष्ण या किमपि भवतु तत्र चिन्ता मास्तु. अनन्तरम् एतावत्पर्यन्तं वयं सम्बन्धवाचकषष्टिविभक्तेः विषये किञ्चित् वयं दृष्टवन्तः. भवन्तः सर्वे तत्र स्वस्य बान्धवानां सम्बन्धे वाक्यानि रचितुं शक्नुवन्ति एव, नो चेत् रचयन्तु, गृहपाठरूपेण कुर्वन्तु, तदर्थं वाक्यानि लेखनीयानि. अत्र एकः श्लोकः अस्ति, सुभाषितमपि अस्ति. सुभाषितं किञ्चित् त्यक्त्वा सुभाषितस्य विषये अपि वयं चिन्तनं कुर्मः. किन्तु अग्रिमे पुटे तत्र एकः वृक्षः अस्ति, तत्र एकादश अभ्यासः अस्ति, तम् अभ्यासं कुर्मः अधुना. एतावत्पर्यन्तं यस्य कस्यापि क्रमः न आगतः चेत् किञ्चित् वदन्तु. तत्र सर्वे कृतवन्तः वा एकवारम्? अत्र अयम् अभ्यासः बहु उत्तमः. अत्र शोभा भगिनी भवती आरम्भं करोतु. राम भगिनी, चित्रे वृक्षस्य मूलं फलं च दृष्ट्वा संख्याम् अनुसृत्य कस्य मूलस्य किं फलम् इति लिखत. We're sorry, but some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible. Bhagini, shruyate va? Aam, Bhagini, shruyate. Kimapi message adhuna agata. Agachat. Agata. Katam vadami agata va? Atra message ityukte varta agata. वार्ता आगता अस्तु. तत्र एकः वृक्षः अस्ति, कानिचन पदानि दत्तम् अधोभागे दश पदानि दत्तानि. तस्य सम्बन्धे यथा उदाहरणं, प्रथमं अहङ्कारः, अहङ्कारस्य फलं क्रोधः इति. द्वितीय क्षमा, क्षमायाः, क्षमायाः, क्षमा इति स्त्रीलिङ्गे दीर्घाकारान्तपदं. क्षमायाः फलं शान्तिः. तृतीय उद्वेगः, उद्वेगः पुंलिङ्गे अस्ति, उद्वेगस्य फलं सन्तापः. चतुर्थः आशा, स्त्रीलिङ्गे दीर्घ आकारान्त, आशायाः फलं दुःखम्. पञ्चमी भक्तिः, स्त्रीलिङ्ग इकारान्त पदं. भक्तिः भक्त्याः फलम्. अत्र भक्तिः भक्तेः अपि भवति. हा, द्वे रूपाणि. भक्त्याः भक्तेः फलं भगवद् अनुग्रह, भगवत् अनुग्रहः इत्युक्ते तत्र समस्तपदमस्ति, अपि च जस्त्वसन्धिः भवति. अत्र भगवान् इति पदस्य प्रातिपदिकं भगवत् तकारान्तपदमस्ति. यदा वयं समस्तपदनिर्माणं कुर्मः तत्र प्रातिपदिकम् एव स्वीकर्तव्यं. तेन भगवत् योगः, अनुग्रहः, भगवद् अनुग्रहः, तत्र जस्त्वसन्धिः भवति. इत्युक्ते भगवतः अनुग्रहः इति वक्तव्यमस्ति. विग्रहवाक्यं वक्तुमिच्छामश्चेत् भगवतः अनुग्रहः, भगवदनुग्रहः इति भवति. अनुग्रहः इति पदमपि तत्र समस्तपदमेव, तत्र अनु उपसर्गः अस्ति. तत्र ग्रहधातोः रूपमेव ग्रहः, ग्रहधातोः लट् रूपं गृह्णाति. अनन्तरं षष्ठं द्वेषः, द्वेषः पुंलिङ्गपदं. द्वेषस्य फलं मनस्तापः. अपि च सप्तमी शुचिता, शुचिता स्त्री दीर्घ आकारान्त स्त्रीलिङ्गपदं. शुचितायाः फलम् आरोग्यम् अस्ति. अष्टम परोपकारः, पुंलिङ्ग अकारान्त पुंलिङ्गपद शब्दः. परोपकारस्य फलम् अष्टम पुण्यम् अस्ति. नवम सेवा, दीर्घ आकारान्त स्त्रीलिङ्गपदं. सेवायाः फलं मनश्शान्तिः. अपि च दशम परिश्रमः, अकारान्त पुंलिङ्गपदं. परिश्रमस्य फलं साफल्यं, साफल्यं, सफलता इत्यस्य भावः, भावः साफल्यम्. उत्तमम्. इत्युक्ते आहत्य अत्र बहु उत्तम उत्तमानि वाक्यानि. एतत् सर्वं पुनः पुनः पठनीयं, पुनः पुनः इत्युक्ते तत्र वाल्पेपर् कृत्वा गृहे स्थापनीयं, सर्वदा मनसि स्थातव्यम् इत्युक्ते मनसि स्थापनीयम्. एक्स्क्यूस् मी भगिनि, उद्वेगः मीन्स् एङ्जैटि इस् इट्? पुनः एकवारं पश्यामः. अहङ्कारस्य फलं क्रोधः क्षमायाः फलं शान्तिः उद्वेगस्य फलं सन्तापः आशायाः फलं दुःखं भक्तेः फलं भगवदनुग्रहः द्वेषस्य फलं मनस्तापः सुचितायाः फलम् आरोग्यम् अत्र आरोग्यम् इति अपि तद्धितान्तं पदम् अरोगस्य भावः आरोग्यम् अरोगः इत्युक्ते रोगः नास्ति सुचिता इति तत्रापि तल् प्रत्ययः अस्ति तदर्थमेव तत्र सुचिता इति लिखितमस्ति यथा मधुरता इव परोपकारः इत्युक्ते परेषाम् उपकारः भगिनी एकः प्रश्नः वदतु भगिनि हा भगिनि तद्धितप्रत्ययः इत्युक्ते किम् इति वदतु भगिनि तद्धित तत्रापि तद्धित इत्यस्मिन् पदे तत् हित इत्युक्ते तस्मात् पदात् आगतम् एकः प्रत्ययः अस्ति तत्र बहवः प्रत्ययाः सन्ति तद्धितप्रत्ययाः अत्र अण् प्रत्यय अपत्यार्थे अण् इति एकः प्रत्ययः अस्ति श्यञ् प्रत्ययः अस्ति तत्र तत्सम्बद्ध दशरथस्य पुत्रः दाशरथिः पूर्वपदात् तत्पदम् आयाति तद्धित तत् योगः हित तद्धित इति रूपमायाति तत्रापि सन्धिः अस्ति किं वक्तव्यम् इत्युक्ते तद्धितप्रत्ययान्तरूपाणि इति वदामः इत्युक्ते यत्पदमस्ति किमर्थं पृष्टवती चेत् वयं पठितवन्तः लशक्व तद्धिते तत्र अतद्धितप्रत्ययेषु एतं सूत्रं कार्यं करोति इति उत्तमं तदेव इत्युक्ते लशक्व तद्धिते इति संज्ञासूत्रमस्ति अत्र इत्युक्ते तत् सूत्रं यथा भवती उक्तवती तद्धितप्रत्ययेषु कार्यं न करोति इत्युक्ते तद्धितान्तरूपाणि सन्ति इत्युक्ते तद्धितप्रत्ययस्य योजनेन पुनः सुबन्तपदानि आयान्ति यथा सन्नन्तरूपाणि सन्ति सन् प्रत्ययस्य योजनेन सन्नन्तरूपाणि आयान्ति तथा एव भिन्नभिन्न तद्धितप्रत्ययानां योजनेन भिन्नभिन्नसुबन्तपदानि निर्मितानि भवन्ति एकम् उदाहरणं वदतु भगिनी उदाहरणम् इत्युक्ते अत्र दशरथस्य पुत्रः दशरथः वयं जानीमः दशरथस्य पुत्रः दाशरथी तथा एव अरोगस्य भावः आरोग्यम् अत्र आरोग्यम् इति पदम् आरोग्यम् इति पदं तद्धितप्रत्ययस्य योजनेन निर्मामः तदर्थमेव तत्पदं तद्धितान्तं पदम् इत्युक्ते तस्य पदस्य अन्ते तद्धितप्रत्ययः अस्ति सन् इति एकः प्रत्ययः अस्ति यङ् प्रत्ययः अस्ति अपि च तद्धितप्रत्ययाः इत्युक्ते एते भिन्नभिन्नप्रत्ययाः एतेषां प्रत्ययानां योजनेन पुनः सुबन्तपदनिर्माणं भवति वयं जानीमः पदं सुबन्तं वा अथवा तिङन्तं वा भवति इत्युक्ते पदसंज्ञासूत्रं किं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा प्राप्नोति इत्युक्ते यस्य कस्यापि पदस्य अन्ते सुप्रत्ययः अस्ति चेत् सुबन्तपदं तिङ्प्रत्ययः अस्ति चेत् तिङन्तपदं तद्धितप्रत्ययः अस्ति चेत् तद्धितान्तं पदम् अपि च अत्र वदतु भगिनि भगिनि तद्धितप्रत्ययाः सर्वे नामपदात् निष्पन्नं किल लैक् कृदन्तपदा सर्वे धातुतः आगच्छन्ति उत्तमम् इत्युक्ते अत्र धातुतः तिङ् प्रत्ययं योजयामश्चेत् तिङन्तपदं सिद्ध्यति कृत् प्रत्ययं योजयामश्चेत् कृदन्तपदं सिद्ध्यति तथा एव अत्र भवती किम् उक्तवती अत्र निष्पन्नं भवति किल निष्पन्नं भवति उत्तमं डेरिवेटिव्स् आफ् नौन् सम्थिङ्ग् दे से इन् इङ्ग्लिष् नौन्स् आम् आम् सम्यक् एव अत्रापि अत्र आरोग्यम् इति पदं तद्धितप्रत्ययान्तरूपम् अपि च साफल्यं सफलस्य भावः साफल्यम् एतदपि तत्रापि तद्धितप्रत्ययः अस्ति उत्तमम् इत्युक्ते अत्र वृक्षस्य मूलम् अपि च फलं दत्तमस्ति भगिनि वदतु साफल्यं सफलस्य भावः सफलयोगः श्यञ् प्रत्यय इति दत्तमस्ति न भगिनि श्यञ् प्रत्ययः सः प्रत्ययः तद्धितप्रत्ययः एव किन्तु बहवः तद्धितप्रत्ययाः सन्ति बहवः सन्ति आम् श्यञ् प्रत्ययः साफल्यं किन्तु परिश्रमस्य फलं साफल्यम् उत्तमम् अनन्तरम् अधुना वयम् अयमेव अभ्यासः भिन्नरीत्या कर्तुमिच्छामश्चेत् इतोपि सम्यक् भवति का वक्तुमिच्छति उषा भगिनी भवती एव करोतु अत्र अयमेव अभ्यासः अत्र अहङ्कारस्य मूलं किं वदनीयं भगिनि अत्र क्षम्यताम् अत्र अहङ्कारस्य फलं क्रोधः इति दत्तमस्ति किन्तु क्रोधस्य मूलम् अहङ्कारः तथा वक्तुं शक्नोति वा कोऽपि वक्तुमिच्छति वा अहङ्कारः शान्तिः क्षमायाः फलं शान्तिः शान्तिः ईकारान्त स्त्रीलिङ्गः अस्ति शान्त्याः शान्तेः मूलं शान्तेः मूलं क्षमा अस्ति उत्तमम् उद्वेगः उद्वेगस्य फलं सन्तापः सन्तापस्य मूलम् उद्वेगः इत्युक्ते सन्तापस्य मूलं यद्यपि यदा सन्तापः अस्ति चेत् सन्तापस्य मूलम् उद्वेगः उद्वेगः सो तत्र एव तत्रापि संयोगः तप घञ् प्रत्ययः तप धातुः घञ् प्रत्ययः तप् धातोः रूपं तापः वदतु भगिनि घञ् प्रत्यय इत्युक्ते किं वदनीयं लैक् भाव अर्थः अस्ति वा नामपदं भावार्थक नामपदं भवति भावार्थकप्रत्ययः अस्ति घञ् प्रत्ययः भावार्थे एव कोप भय तदपि घञ् प्रत्ययः अस्ति वा भगिनि कुप् धातोः रूपं कोपः तथा एव पठ् धातोः रूपं पाठः भावार्थकप्रत्ययः भावार्थकपदानि आयान्ति करोतु सन्तापस्य मूलम् उद्वेगः अनन्तरम् आशायाः फलं दुःखं दुःखस्य मूलम् आशा भक्तिः भक्तेः फलं भगवानुग्रहः भगवानुग्रहस्य मूलं भक्तिः द्वेषः द्वेषस्य फलं मनस्तापः मनस्तापस्य मूलं द्वेषः शुचिता शुचितायाः फलम् आरोग्यम् आरोग्यस्य मूलं शुचिता परोपकारः परोपकारस्य फलं पुण्यं पुण्यस्य मूलं परोपकारः अत्र अहं पूर्वमपि उक्तवती इति भाति अत्र पुण्यम् इति पदम् अत्र पू इति दीर्घ ऊकारान्तधातुतः पुनाति इति लट्लकाररूपम् अस्ति अत्र ण्यत् प्रत्ययः वा अस्ति इति भाति पुण्यं पुनाति इति लट्लकाररूपम् करोतु अग्रिमं सेवा सेवायाः फलं मनश्शान्तिः मनश्शान्तेः मूलं सेवा परिश्रमः परिश्रमस्य फलं साफल्यं साफल्यस्य मूलं परिश्रमः उत्तमं साफल्यस्य मूलं परिश्रमः अत्र मनः शान्तिः तत्र विसर्गः अस्ति. अहं चिन्तयामि तत्र विकल्पेन रूपद्वयमपि साधु. तत्र वाशरी इति एकं सूत्रमस्ति, तेन सूत्रेण विकल्पेन रूपद्वयं मनः शान्तिः अथवा मनश्शान्तिः. तत्र विसर्गस्य स्थाने सकारः तदनन्तरं तालवेशकारः अपि आयाति. इत्युक्तरूपद्वयमपि साधु, किन्तु अत्र विसर्गसहितं रूपं लिखितम् अस्ति. उत्तमम्. अनन्तरम् अत्र अग्रिमे पुटे त्रयः श्लोकाः सन्ति, तान् श्लोकान् पुनः एकवारं पठन्तु अत्र. अपि च सुभाषितमपि अस्ति, भर्तृहरे सुभाषितमस्ति, तस्मिन् सुभाषिते अपि बहूनि षष्ट्यन्तानि पदानि सन्ति. अत्र अधुना कालातीतः अभवत्, यदि भवन्तः इच्छन्ति चेत् तत् सुभाषितं पठामः, नो चेत् विरमाम. भवन्तः किं चिन्तयन्ति? पठामि भगिनि. पठामि वा? अधुना तत् सुभाषितं पठामः. तत्र दशमम् अभ्यासं कुर्मः. भूमा भगिनी, भवती एकवारं सुभाषितं पठतु. अत्र अहं पठामि वा? पठतु भगिनि. ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य वाक्सम्येवो, ज्ञानस्योपशमो कुलस्य, विनयो वित्तस्य पात्रे व्ययः, अक्रोधस्तपसः क्षमा, बलवतां धर्मस्य निर्व्याजता, सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्. ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य विभूषणं वाक्यसंयमः. अत्र ऐश्वर्यस्य इति पदमस्ति, तत्र प्रथमान्तं रूपम् ऐश्वर्यम्. अत्र विभूषणं, विभूषणम् इति पदं ल्युट् ल्युडन्तरूपम् इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते ऐश्वर्यस्य विभूषणं सुजनता. अत्र सुजनता इत्युक्ते किम्? सुजनता कृपा, कैण्ड्नेस्, दयालु गुण. उत्तमं, तदेव. वदतु भगिनि. सुजनतस्य भावः सौजन्यं, सौजन्यं, सौजन्यम्. उत्तमं भगिनि. ईश्वरस्य भावः ऐश्वर्यः. उत्तमम्. ईश्वरस्य भावः ऐश्वर्यम्. उत्तमम्. इत्युक्ते अत्र ऐश्वर्यम् इत्युक्ते न केवलं धनम्. अत्र किं वक्तुम् इच्छामः इत्युक्ते अत्र ऐश्वर्यम् इत्युक्ते धनम् अपि च प्रभुत्वम्, अधिकारः अथवा शासनाधिकारः, किमपि यदा यत् सर्वं भगवता दत्तमस्ति, ईश्वरेण दत्तमस्ति, तत् सर्वम् ऐश्वर्यमेव. यस्य पार्श्वे ऐश्वर्यमस्ति तस्य सुजनता अपि भवेत् अथवा तस्य साधुस्वभावः भवेत्. तस्मिन् सौजन्यम् अस्ति चेत् तत् विभूषणमेव इत्युक्ते तस्य अलङ्कारः भवति. ऐश्वर्यस्य ईश्वरदत्त सर्वेप ऐश्वर्यं कथं वदामि भगिनी? बिकास् लैक् कोपं, तापं, देर् आल्सो गिवन् बै भगवान् नो. ऐश्वर्यं यु केनाट् से दम् अस् ऐश्वर्यं. सत्यमेव, तत् सर्वमपि भगवता एव दत्तं. किं वदतु भगिनि? क्रोध, कामक्रोध सर्वे अज्ञानेन उत्पन्नं. So we cannot say, of course, he is behind our ajnana. I mean, if he wishes, he will give us jnana. Otherwise, out of our own ajnana, all this krodha, kama, will all come. But if we start thinking of Ishvara, in our heart, then all those agnana will diminish and jnana ishwarya will come. Astu. I think. Uttamam. Uttamam. उत्तमं धन्यवादः. अत्र ऐश्वर्यस्य विभूषणं सुजनता. गीताञ्जलि भगिनी वदतु. भगिनि ऐश्वर्यम् इति तद्धितान्तप्रत्यय रूपम् अस्ति. ईश्वरेण दत्तम् ईश्वरस्य भावः ऐश्वर्यम्. तथा एव अत्र शूरस्य भावः शौर्यम्. अत्र पदमस्ति शौर्यम् इति पदमस्ति. शौर्यस्य विभूषणं वाक्संयमः. वाक्संयमः कण्ट्रोल् उत्तमम् इत्युक्ते वाचः नियन्त्रणं. वाचकनियन्त्रणम् इत्युक्ते यदि भवान् शौर्यवान् अस्ति अथवा भवती शौर्यमस्ति अथवा पराक्रमः अस्ति चेत् तदा तस्य अलङ्कारः विभूषणं किम् इत्युक्ते वाक्संयमः. वाचः नियन्त्रणम् एव विभूषणं. विभूषणं ज्ञानस्य विभूषणम् उपशमः. उपशमः उपशमः इत्युक्ते शान्तिः. शान्तिः इत्युक्ते शान्तेः अलाभे ज्ञानं व्यर्थम्. इत्युक्ते यस्य पार्श्वे ज्ञानमस्ति तस्य शान्तिः. शान्तिं इत्युक्ते शान्तिं विना ज्ञानस्य कोऽपि प्रयोजनं नास्ति. प्रयोजनं नास्ति इत्युक्ते ज्ञानमस्ति चेत् तस्य शान्तिः मिलति. शान्तेः अभावे ज्ञानं व्यर्थं भवति. ज्ञानम् इत्युक्ते ज्ञानमेव अवगमनं. ज्ञानस्य अलङ्कारः उपशमः. इत्युक्ते अत्र शान्तिः इत्युक्ते इतोपि किं वक्तुं शक्यते अस्माभिः? अनुद्वेगकरम् अनुद्वेगता अथवा यस्य मनसि उद्वेगः नास्ति अथवा तदेव शान्तिः. संयमता. संयमता उत्तमम्. अत्र अज्ञानेन एव अशान्तिः भवति. सो ज्ञानेन शान्तिः. उत्तमम्. अज्ञानेन अशान्तिः. अत्र वाक्संयमः इत्यस्मिन् इतोपि किं लिखितमस्ति इत्युक्ते वचनस्य नियन्त्रणम्. इत्युक्ते समयोचितवाक्यानि वक्तव्यानि अथवा आडम्बरवचनानि न वक्तव्यानि अथवा आत्मश्लाघकरवचनानि न वक्तव्यानि. आत्मश्लाघकर वचनानाम् अभावः इति वक्तव्यं. तत्र वचनस्य नियन्त्रणम् इत्युक्ते उत्तमानि वाक्यानि वक्तव्यानि इति तत्र अर्थः. उत्तमम्. अग्रिमं. कुलस्य विभूषणं विनयः. तस्मात् पूर्वं. तस्मात् पूर्वं ज्ञानस्य विभूषणम् उपशमः. कुलस्य विभूषणं विनयः. अत्र श्रुतस्य विभूषणम् इति दत्तमस्ति श्लोके. अत्र अस्मिन् पुस्तके कुलस्य इति दत्तमस्ति. गीतासोपानं पुस्तकस्य कुलस्य विनयः दत्तमस्ति. ओ, किन्तु अहं सुभाषितं पुस्तकं दृष्टवती. तस्मिन् श्रुतस्य विभूषणं विनयः इति लिखितमस्ति. किमपि भवतु, किन्तु कुलम् इति नपुंसकलिङ्गपदमस्ति. तथा एव यदि श्रुतस्य इति पदमस्ति चेत् श्रुतम् इति भवति. तत्र एतत् सुभाषितमपि अहं ईमेल् माध्यमेन प्रेषितवती. एकवारं तत् सुभाषितं पश्यन्तु. अत्र श्रुतस्य विभूषणं विनयः. अत्र विनयः इत्युक्ते विनयः इत्युक्ते in english humble shiksha namrata namrata namrata namrata gitanjali bhagini vadatu vi yogah niti dhatu niti nayati vi uttamam ichukte yah सर्वदा नयति नयतुं न इच्छा. अत्र यथा भवती उक्तवती विनयः इति पदम् अत्र वि उपसर्गः अस्ति. नीधातुः नीधातोः रूपमेव नयति, किन्तु साधारणतया शास्त्रपठनेन अथवा शास्त्रश्रवणेन श्रुतस्य विभूषणं विनयः इति लिखितमस्ति. शास्त्रस्त्र श्रवणेन किं भवति? विनयः अथवा विनम्रता. विद्या ददाति विनयम् भगिनि. विनयः इत्युक्ते शिक्षा अस्ति वा? शिक्षा एव. हौ टु कण्डक्ट् अवर् सेल्स् इति अर्थः. यदि अस्माकं पार्श्वे ज्ञानम् अस्ति चेत् कथं अत्र व्यवहारः, अस्माकं व्यवहारः कथं भवेत्, कथं प्रवर्तनीयं, किं कर्तव्यं, किं न कर्तव्यम्, एतत् सर्वं ज्ञात्वा कार्यं करोति. यस्य पार्श्वे विनयः अस्ति अथवा यः शास्त्र श्रवणं करोति सः समीचीनतया वदतु. Also, bhagini, vidya ददाति विनय means more vidya we get, we feel that ahankara diminishes and hence vinaya comes, no? Yeah, vinaya comes. Uttama. Like that, vidya ददाति विनय. Shrotra same is the same, Shruti, one who has done the Shruti or Adhyana, the Shruti tells us that it is the Brahman who does everything, not you. You are just an instrument in his hand. So our ahankara will go down, no? So Shrutasya Vinayam, I think. Something like that. Uttama, uttama. Atra, vayam sadhanatya shruni maha ekam padam. Neetihi, neetihi iti padam api nidhatoh rupameva. तत्र नीतिः इत्युक्ते क्तिन् प्रत्ययान्तरूपं नीतिः, मन् धातोः रूपं मतिः वा नी दीर्घईकारान्तधातोः रूपं नीतिः अस्ति. इत्युक्ते साधारणतया नीतिः इति वदामश्चेत् तां कथां पठित्वा वयं किम् अवगन्तुं शक्नुमः इत्यस्मिन् अर्थे तत्र वाट् यू केन् क्यारी. नी धातोः रूपमेव नयति. वाट् यु केन् केरि इन् युर् मैण्ड् इस् नीति. नीति अत्र गीताञ्जलि भगिनी अवगतं वा? आम् आं भगिनि. अत्रापि तदेव विनयः इत्युक्ते तत्र नी धातोः रूपमेव नयः. विनम्रता. अवनीतस्य पुरुषस्य शास्त्राध्ययनं केवलं दोषाय भवति, दोषाय कल्पते. अनन्तरं करोतु भगिनि. वित्तस्य विभूषणं पात्रे व्ययः. वित्तस्य इस् लैक् धनस्य विभूषणं पात्रे व्ययः. वाट् डस् दट् मीन्? पात्रे योग्यपुरुषे इत्युक्ते धनं सर्वदा योग्याय पुरुषाय दातव्यम्. ओ ओके. पात्रे व्ययः इत्युक्ते योग्ये पुरुषे व्ययः कर्तव्यः. इत्युक्ते व्ययः इत्युक्ते विनियोगः भवेत्, धनस्य विनियोगः योग्ये पुरुषे. ओके. अण्ड् तपसः विभूषणम् अक्रोधः. अक्रोधस्तपसः क्षमा बलवतां. सो तपसः विभूषणम् अक्रोधः. अक्रोधः इत्युक्ते क्रोधस्य अभावः. अत्र तपसः, तपसः विभूषणं, तत्र तपसः इति षष्ट्यन्तं रूपं, षष्ट्यन्तरूपं. बलवत्तां विभूषणं क्षमा. बलवतां बलवतां बलवत् प्रातिपदिकं. बलवत् प्रातिपदिकं प्रथमाविभक्त्यन्तरूपं बलवान्. बलवतां मतु प्रत्ययान्तरूपम् अस्ति. यस्य यस्मिन् बलमस्ति सः बलवान्. किन्तु प्रातिपदिकं बलवत्. बलवतां विभूषणं क्षमा. क्षमा इस् लैक् सेल्फ् कण्ट्रोल्, रैट्? क्षमा. क्षमा, क्षमाशीलः भवेत् इत्युक्ते सहनशीलता. सहनशीलता. फर्गिव्नेस् इति नास्ति, तत्र सहनशीलता इति एव वक्तव्यमस्ति. इत्युक्ते यस्मिन् पुरुषे निग्रहानुग्रहसामर्थ्यमस्ति, यस्मिन् पुरुषे सामर्थ्यमस्ति, निग्रह अपि च अनुग्रहसामर्थ्यमस्ति, तादृशस्य पुरुषस्य विभूषणम् एव सहनशीलता. सहनं तस्य अलङ्कारः भवति, विभूषणं भवति. अत्र बलवान् बलवतां करोतु. धर्मस्य विभूषणं निर्व्याजता, निर्व्याजता इति निर्व्याजता, निर्व्याजता इत्युक्ते तत्र दम्भराहित्यम्, आनेस्टि, आनेस्टि. ओके, अत्र पुस्तके पुस्तकं दृष्टवती अतः वदामि. अत्र निर्व्याजता इत्युक्ते निश्चलत्वम् अथवा दम्भराहित्यम्. ओ, दम्भराहित्यम् एव धर्मस्य अलङ्कारः. सर्वेषामपि सर्वकारणमिदं शीलं परमभूषणं, सर्वेषां विभूषणं शीलम्. सर्वेषां बहुवचनरूपमस्ति. सर् धातु प्रातिपदिकं सर्व, सर्वः वा सर्व, सर्वेषां, तत्र सर्वपदं सर्वनामपदम् अस्ति. आहत्य अत्र पदानि कानि षष्ट्यन्तरूपाणि एकवारं वदतु. षष्ट्यन्तरूपाणि सर्वेषां, सर्वाः, सर्वयोः, सर्वेषाम्. इत्युक्ते आहत्य अहं पुनः एकवारं वदामि. ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य विभूषणं वाक्संयमः, ज्ञानस्य विभूषणं उपशमः, श्रुतस्य विभूषणं विनयः, वित्तस्य विभूषणं पात्रे व्ययः, तपसः विभूषणं अक्रोधः, बलवतां. किन्तु श्लोके प्रभवितुः इति एकम् अन्यत् पदं दत्तमस्ति. इत्युक्ते इन् द ओरिजिनल् श्लोक बलवताम् इत्यस्मिन् स्थाने प्रभवितुः इति पदं दत्तमस्ति. तदपि समानार्थकपदमेव. बलवतां विभूषणं क्षमा, धर्मस्य विभूषणं निर्व्याजिता, सर्वेषामपि भूषणं शीलम्, सर्वकारणम् इदं शीलम्. उत्तमम्. इत्युक्ते अत्र शीलं विना वदतु. Does शीलं mean character? शालम् इत्युक्ते शीलम् इत्युक्ते सद्वृत्तिः, सत्प्रवर्तना अथवा स्वभावः. चारित्रमपि अस्ति. चारित्रं, चारित्रं, सद्वृत्तिः, सत्प्रवर्तना इति दत्तमस्ति. इत्युक्ते शीलं विना सर्वेषां गुणानां सौन्दर्यं व्यर्थमेव. इत्युक्ते सर्वेषां सौन्दर्यं हतप्रभा भवति. हतप्रभा, प्रभा इत्युक्ते शोभा एव. इत्युक्ते उपरि उक्तानां सद्गुणां शोभा, सद्गुणानां शोभा हता एव भवति यदि शीलं नास्ति चेत्. शीलमेव सर्वेषाम् ऐश्वर्यादीनां कारणम्, वस्तूनां कारणं, सकलवस्तूनां कारणं शीलमेव. अत्र परम् इति पदमस्ति. परम् इत्युक्ते उत्कृष्टम् अथवा श्रेष्ठम्. शीलं परं भूषणं इति लिखितमस्ति. उत्तमं. सम्यक्तया वयं चिन्तनं कृतवन्तः. अत्र कथा अपि अस्ति. अग्रिमे सप्ताहे वयं कथां पठिष्यामः. तत्र कथा अपि बहु समीचीना कथा. सङ्गात् सञ्जायते कामः इति कथा अस्ति. वदतु भगिनि. सुभाषितं सम्यक् कृतम् अस्ति, अपि च सुष्ठु भाषितं यस्य अस्ति तत्र. सुष्ठु इत्युक्ते किं भगिनि? कथं शोभनं भाषितं, शोभनम् अथवा सुष्ठुभाषितमपि समीचीनमेव, किन्तु सुभाषितम् इत्युक्ते शोभनं भाषितम् इति विग्रहवाक्यं वक्तव्यं भवति. वेल् सेड् वर्ड्स्. सुष्ठु इत्युक्ते किम् अस्ति भगिनि? सुष्ठु इत्युक्ते अर्थः वा? आं भगिनि, कोऽपि वदतु, अहं न दृष्टवती. सुष्ठु इत्युक्ते सम्यक् इति अर्थः, समीचीनं. वेल् सेड् वर्ड्स्. सुष्ठु सुषुभाषितं, सुभाषितम्. अत्र सुष्ठु इति अव्ययम् इति दत्तमस्ति. सुष्ठु इत्युक्ते यथा सुष्ठु इति किं वदामः अत्र, साधु अथवा वेल् सेड्, वेल् सेड् इति एव वक्तव्यमस्ति. अस्तु भगिनि, शोभनम् अत्र. सुभाषितम् इत्युक्ते अत्र शोभनं भाषितम् इति. भगिनि अत्र महाप्राण अल्पप्राण सुष्ठु वा सुष्ठु? सुष्ठु. अत्र महाप्राण ठकारः अस्ति इति भाति. सुष्ठु अस्ति, ठकारः. द्वे अपि स्तः तत्र सुष्ठु महाप्राण अड्वर्ब् इति दत्तम्, अपि च अव्ययम् इति अपि दत्तम्. द्वे अपि वेल् वेल् सेड् फिट्लि इति अस्ति. अहं चिन्तयामि अत्र महाप्राणठकारः अस्ति इति द्रष्टव्यं पुनः. सुष्ठु लघ्वकारः वेल् वेल् अस्ति. अत्र वायुः सुष्ठु वाति इति एकम् उदाहरणं दत्तम्. वायुः सुष्ठु वाति. आं भगिनि, अस्तु. अनन्तरं दृष्ट्वा वदामि, किञ्चित् प्रेषयामि तदनन्तरम्. अत्र कथाम् एकवारं पठन्तु, अग्रिमे सप्ताहे कथायाः विषये किञ्चित् चिन्तनं करिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः.